नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. अत्र नूतनपाठः अद्य अदादिगणे हलन्तदातवः इति 14A इति पाठः तत्र पठामः. किञ्चित् प्रथमं यत्किमपि अस्ति तत्तु वयं पूर्वं पठितवन्तः एव, परन्तु पुनः एकवारं पठित्वा अग्रे सरामः. महोदय, भवानेव आरम्भं करोति वा? अदादिगणे द्विसप्ततिः धातवः सन्ति. तेषु पञ्चचत्वारिंशत् धातवः अजन्ताः, सप्तविंशतिः धातवः हलन्ताः च. पञ्चचत्वारिंशत् अजन्तदातवः अस्माभिः परिशीलिताः पूर्वतने पाठे. अधुना सप्तविंशति हलन्तदातवः इष्यन्ते. यथा सर्वेषु गणेषु अदादिगणे अपि कर्तार्थके सार्धार्थके प्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा अधिप्रभृतिभ्यः शप इति इत्यनेन शपः लुक् भवति. अनुमतिसहितसूत्रम् अधिप्रभृतिभ्यः शपः लुक्, शपः लुक् भवति. अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते. शपः लुक् इत्यस्मिन् प्रसङ्गे स्मर्यतां यत् लुक् इत्युक्ते लोपः एव, नाम शप् विकरणप्रत्ययः अपगच्छति. परञ्च लोपलुक् इत्यनयोः कश्चन भेदः अस्ति. भेदः अयं यत् कस्यचित् प्रत्ययस्य लोपः यदा भवति तदा लुप्तप्रत्ययः यद्यपि न दृश्यते तथापि कार्यं करोति. परन्तु प्रत्ययस्य लुक् भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात् किमपि कार्यं तेन न भवति. लुकिसति यस्मात् अङ्गात् प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुमर्हति इति अस्ति. तत्र वयं जानीमः तत्र अदादिगणे कर्तरिशप् एव भवति इत्युक्ते तत्र कर्तरिशप् इति सामान्यसूत्रेण एव भवति, परन्तु अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति. लुक् अपि लोपः इत्यनयोः भेदः अस्ति. लुक् यदा लुक् भवति तस्य कार्यं न भवति, अङ्गकार्यस्य निमित्तं न भवितुमर्हति. तत् अङ्गकार्यं यद्यपि यत्किमपि भवति शपः निमित्तीकृत्य यदा लुक् भवति तद् न भवति इति अर्थं. समीचीनम्. आं, प्रत्ययलोपे प्रत्ययलक्षणं नास्ति. आं, प्रत्ययलक्षणम् इति तत्र न भवति. समीचीनम्. अग्रे अपि महोदय. अस्तु, अदादिगणे विकर्णप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति. यथा पायोगति पाति. पूर्वम् अदादिगणस्य अजन्तदातवः अवलोकिताः, तत्र अच्वर्णः अन्ते आसीत्. अतः एकं मुख्यं कार्यं गुणकार्यं यथा ईयोगति एति. अस्मिन् पाठे अदादिगणस्य हलन्तदातवः परिशीलयिष्यन्ते. अत्र धात्वन्ते हल् वर्णः अस्ति, अतः एकं मुख्यं कार्यं सन्धिकार्यमस्ति. अतः अत्र वयम् इदानीं तु हलन्तदातूनां एव कार्यं परिशीलयामः. अतः तत्र केवलं सन्धिकार्यं भवति, अन्ते फल् वर्णः अस्ति इति कृत्वा तत्र साधात्कार्भव इत्यस्य प्रसक्तिः नास्ति इदानीं. अग्रे पठ्यते यत् हलन्तदातुरूपाणि भिन्नरीत्या सिद्ध्यन्ति अदादिगणे, ज्योत्यादिगणे, रुदादिगणे च, यतः तत्र धातोः तिङ्प्रत्ययस्य साक्षात् सम्पर्कः. अदादिगणे, ज्युहोत्यादिगणे, रुदादिगणे च हलन्तदातुभ्यः यदा हलादिप्रत्ययः विहितः तदा हल् सन्धिः सम्भवति इति ज्ञायते. स्मरन्तु यत् प्रत्ययः अजादिवर्णैः आरभ्यते, तदा धातुः हलन्त चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. प्रत्ययः यर् व म न इत्येतेभिः हल् वर्णैः आरभ्यते चेत् आधिक्येन हल् सन्धिः न भवति. प्रत्ययः तथा ध स तकार थकार झकार सकार इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायाम् हल् सन्धिः भवति. हल् सन्धयः कीदृशाः अपि च कार्यं कीदृशमिति पूर्वतनेषु हल्सन्धिपाठेषु विस्तरेण अवलोकितम्. अतः अधुना एतत् हल्सन्धिविज्ञानमनसि निधाय अग्रे सरेम. सर्वान् अदादौ स्थितान् हलन्तधातून् परिशीलयामः. अत्र इदानीं अदादिगणे ज्योत्यादिगणे रुदादिगणे तत्र इदानीं हलन्तधातवः सन्ति. अतः तत्र हलन्तधातूनां कृते तत्र इति यदि प्रत्यय अजादि अस्ति चेत् कार्यं न भवति. यरवमान अस्ति चेत् तत्र आधिक्येन न भवति, कुत्रचित् भवितुमर्हति. प्रत्यय तथा धस इदारभ्यते तदा हल्सन्धिः भवति इति वयं जानीमः. इदानीं हल्सन्धीनां सूत्राणि वयम् परिशीलितवन्तः. इदानीं तत्र इदानीं कार्यं कुर्मः, रूपं साधयामः. तदेव भवति किल, तत्र मध्ये विकर्णप्रत्ययः अपि न आगच्छति, अतः सम्पर्कः तिङ् प्रत्ययस्य साक्षात् सम्पर्कः, अतः हल्सन्धेः अवसरः एव. अजादि प्रत्ययः अस्ति चेत् वर्णमेलनमेव भवति. यरवमान इति अस्ति चेत् आधिक्येन न भवति. यदा कुत्रचित् यदा वयं पृष्टवन्तः लोपो व्योर्वली तादृशं किमपि कार्यमस्ति चेत् तद् भवति वर्णनिमित्तिककार्यं. समीचीनं, धन्यवादः महोदय. विजया भगिनी अग्रिमपरिच्छेदः पठति वा? आं महोदय, अत्र वयं जानीमः यत् सार्वधातुकप्रकरणे दशधातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारं येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ये धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति. सामान्यतया धातुगणेषु विकर्णप्रत्ययाः सन्ति, तत्र विकर्णप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः. यथा भुआदौ शप् इति विकर्णप्रत्ययः, भू धातुः भव इति अङ्गम्, अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः. शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम् इति. स्वादौ स्नु इति विकर्णप्रत्ययः, चि धातुः, चिनु इत्यङ्गम्, अङ्गस्य अन्तिमवर्णः उकारः. स्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्. अदादौ विकर्ण प्रत्ययस्तु नास्ति एव. अदादौ धातुः एव अङ्गम्, अतः धातोः यः अन्तिमवर्णः सः एव अङ्गम् अस्ति, अङ्गस्यापि. अदादौ अस् धातुः सकारान्तम्, अतः अङ्गमपि सकारान्तम्. पा धातुः अकारान्तम्, अतः अङ्गमपि आकारान्तम्. यु धातुः उकारान्तम्, अतः अङ्गमपि उकारान्तम्. अदादौ यथा धातुः तथा अङ्गम्, अपि च अदादौ अकारान्तदातवः न सन्ति एव. अस्तु, अतः सर्वाणि अङ्गानि अनदन्तानि, अतः एव अदादिगणः द्वितीयगणसमूहे वर्तते. अदादिगणः द्वितीयगणसमूहे अस्ति, अतः तिङ् प्रत्ययः तत्रत्याः एव. अस्मिन् पाठे पुनः द्वितीयगणसमूहस्य तिङ् प्रत्ययाः दत्ताः. वदतु भगिनी, किम् अवगतवती? अत्र धातोः द्विविधाः सन्ति, एकः अदन्तम्, अन्य पक्षे अस्ति अनदन्तम्. एतत् सर्वम् अन्तिमवर्णस्य अकार ह्रस्व अकारः चेत् अदन्तं, तत्र अनदन्तम् इत्युक्ते तत्र अन्तिमवर्णस्य चि इति धातुः स्वीकुर्मः चेत् तत्र अङ्गस्य अन्तिमवर्णः ओकारः एव, स्नोः धातोः, स्नोः इति विकर्णप्रत्ययस्य, अतः तत्र अङ्गम् अनदन्तम् अस्ति. तादृशमेव तत्र अन्तिमवर्णस्य कार्यमेव तत्र अस्ति. अतः एव ह्रस्व अकारान्तम्, अकारान्तम्, उकारान्तम्, अनन्तरं यु धातोः उकारान्तम्, अस् धातोः सकारान्तकः अस्ति अत्र सकारान्तम्. तादृशमेव तत्र धातुगणीयस्य अन्तिमवर्णः विकर्ण, एतत् भू धातोः भव एव अङ्गम् इति भवति. अनन्तरं अदादगणौ अकारान्तदातवः न सन्ति एव, अतः सर्वाणि अङ्गानि अनदन्तानि एव. अदादिगणीये सर्वधातुः अनदन्तानि एव, अतः एव अदादिगणीयः द्वितीयसमूहे वर्तते. अदादिगणः द्वितीयगणसमूहे अस्ति, अतः तिङ्प्रत्ययः तत्रैव अस्ति. अस्मिन् पाठे पुनः द्वितीयगणसमूहस्य तिङ् प्रत्ययः अधः दत्तः इति. एतत् सर्वं अङ्गस्य अन्तिमवर्णः स्वीकृत्य अनदन्तम् अदन्तं वा, एतत् अत्र एव द्रष्टव्यम्. समीचीनं. अतः प्रथमगणसमूहः, द्वितीयगणसमूहः, प्रथमगणसमूहे 1, 4, 6, 10 इति गण, प्रथमगण, चतुर्थगण, षष्ठ, अनन्तरं दशमगणीयदातवः प्रथमगणसमूहे, यत्र अङ्गम् अदन्तं. द्वितीयगणसमूहे अवशिष्टं 2, 3, 5, 7, 8, 9 किल, षड् तत्र आगच्छति. तत्र ते तु अनदन्तम्, अतः तत्र अदादिगणः इति अत्र, तत्र विकरणप्रत्ययः तु नास्ति, अतः तत्र द्वितीयगणसमूहस्य तिङ्प्रत्ययः. यदा अदन्तमस्ति चेत् तेषां कृते एकः तिङ्प्रत्ययसिद्धिः वयं कृतवन्तः, भूधातुः कृते वा, चुरादिगणीयधातुः कृते वा, तुधादिगण, दिवादिगण, तेषां कृते एकम् आसीत्. इदानीम् अनदन्तमस्ति चेत् वयं तत्र अधादिगणस्य अजन्तधातोः विषये यदा दृष्टवन्तः, तत्र तिङ्प्रत्ययस्य सिद्धिः किञ्चित् भेदः आसीत्. तद् स्वीकृत्य अत्र द्वितीयगणसमूहस्य योजनं कुर्मः. अस्तु, समीचीनं. भगिनी भवती एव पूर्वमेव अस्माभिः तदपि समापयतु भगिनि. आम् आं भगिनि, पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. एतत् प्रथमबिन्दुः विकर्णप्रत्ययः निमित्तम् अङ्गकार्यं, तदा धातुः विकर्णप्रत्ययोः मेलनं. द्वितीयं तिङ्प्रत्ययः स्थितिः. तृतीयं तिङ्प्रत्ययनिमित्तम् अङ्गकार्यं, तदा अङ्गं तिङ्प्रत्ययोः मेलनं. तत्र प्रथमबिन्दुः विकर्णप्रत्ययनिमित्तम् अस्ति, एतदेव तत्र अङ्गकार्यं भवति. एतत् धातु अनन्तरं विकर्णप्रत्ययोः मेलनमेव प्रथमबिन्दुः. तत्र विकर्णप्रत्ययम् अस्ति एव. तिङ्प्रत्ययः द्वितीयबिन्दुः तिङ्प्रत्ययः सिद्धरूपेण अस्ति, एतत् तत्र कार्यं कुर्मः. अनन्तरं तिङ्प्रत्ययः निमित्तम् अस्ति अङ्गकार्यं, तदा अङ्गकार्यम् अङ्गम् अनन्तरं तिङ्प्रत्ययोः, प्रथमं धातु विकर्णप्रत्ययोः अनन्तरं तिङ्प्रत्ययोः एव. तृतीयबिन्दुः अङ्गकार्यं यदा भवति तत्र अङ्गकार्यं तिङ्प्रत्ययोः मेलनेन मेलनेन कार्यं भवति इति. समीचीनम्. अतः एतत् एतानि सोपानानि वयं पूर्वमपि दृष्टवन्तः समानरीत्या एव, किञ्चित् अत्र विकर्णप्रत्ययः लुक् भवति इति कृत्वा तत्र धातुः एव अङ्गं अङ्गरूपेण वयं स्वीकुर्मः, अन्यत् सर्वं समानमेव. समीचीनं, धन्यवादः भगिनि. श्रीवल्ली भगिनि, प्रथमबिन्दुः द्वितीयबिन्दुः पठति वा? नमस्ते भगिनि. प्रथमबिन्दुः विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. प्रथमं कुत्रापि किमपि कार्यं नास्ति यतः शप् विकरणप्रत्ययस्य लुक् भवति, अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति. विकरणप्रत्ययः नास्ति इति आदादिगणे लुक् भवति, अतः प्रत्ययः अपि नास्ति, तत्र आश्रयस्य कार्यमपि नास्ति, लुक् भवति, अङ्गकार्यस्य निमित्तं न भवति. द्वितीयबिन्दुः तिङ्प्रत्ययसिद्धिः, अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्त अङ्गानां कृते सिद्ध तिङ्प्रत्ययाः भवन्ति. सिद्ध तिङ्प्रत्ययानि प्रत्ययानि अपि पठामि. करणीयं खलु भगिनि, तत्र किञ्चित् भिन्नकार्यं भवति. किं भवति? क्षम्यतां, न सम्यक् एव अस्ति किल. आं पठतु भगिनि. लट्लकारः तीतः अन्ते परस्मैपदी, तीतः अन्ते सीतः मि वहमः, आत्मनेपदि ते आते अते से आथे द्वे ये वहे महे. लोट्लकारः परस्मैपद तु तात् ताम् अन्तु हि तात् तं त आनि आवाम, आत्मनेपद ताम् आताम् अतां स्व अथाम् आथां ध्वम् ऐ आवहे आमहे. लङ्लकारः तामन् इस्तन्त अम्बाम, आत्मनेपद ता आताम् अथ थाः आथां त्वम् ई वहिमहे. विधिलिङ्ग् लकारः यात् यातां युः, याः यातं यात, यां याव याम, आत्मनेपद ईत ईयातां ईरन्, ईथाः ईयाथाम् ईत्वम्, ईय ईवहि ईमहे. तृतीयबिन्दुः तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अस्मिन् सोपाने, तृतीयसोपाने, सर्वप्रथमं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा एव सन्धिकार्यं. प्रथमं अङ्गकार्यं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं भवति, तदा एव सन्धिकार्यं भवति. प्रथमम् अङ्गकार्यम्, अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्. अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. स्मर्यतां सूत्रार्थः एवम्, इगन्तधातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् इगन्तस्य अङ्गस्य गुणः भवति, यथा भूयोगः शप् इति भो योगः आ. तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति, यतोहि धातुः हलन्तः, इगन्तधातुः अत्र न एव भवति. परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु इक् वर्तते, अतः अदृशेषु स्थलेषु उगन्तलघु उपधस्य च इत्यनेन उपधायां गुणकार्यम्. यथा मिद् धातुः योगः ति, वेत् इति ति भवति, अन्यच्च कुत्रचित् विशिष्टसूत्रेण उपधायाः वृद्धिः आदेशः भवति, यथा मृज् योगः ति, मार्च् योगः ति. प्रथमम् अङ्गकार्यं तिङ्निमित्तीकृत्य अङ्गकार्यं भवति. सार्वधातुक आर्धधातुकयोः गुणः भवति इत्यस्य प्रसक्तिः नास्ति, कारणमिति अनगन्त अङ्गमस्ति. इक्वर्णस्य स्थाने अपि गुणः भवति. इक्वर्णस्य इगन्तस्य अङ्गस्य स्थाने अपि स्थाने गुणः भवति, परन्तु अत्र अदादिगणे इक्वर्णः नास्ति, अङ्गस्य अन्तिमवर्णः इक्वर्णः नास्ति इति कारणेन सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. अनन्तरं उदाहरणं दत्तमस्ति भूयोगः शप् भू इति अन्तिमवर्णः ओकारः दीर्घ ओकारः इक्वर्णः अस्ति इक्वर्णः अस्ति चेत् अस्ति इति कारणेन गुणः भवति भो ऊकारस्य स्थाने ओकारः आगच्छति बट् तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः इगन्तधातुः अत्र न एव भवति परन्तु उपधायां लघु इक् वर्तते अतः पुगन्तलघुपदस्य च गुणः भवति इत्यनेन उपधायां गुणकार्यम् अस्ति भवति उदाहरणं विद्युत् धातुः विद्युत् धातुः विद्योगः अस्ति वि इकारः ह्रस्व इकारः अस्ति उपधा ह्रस्वकारः अस्ति पुगन्तलघुपदस्य च गुणः भवति इति कारणेन ईकारस्य स्थाने एकारः आदेशः भवति वेत् इति भवति वेद्योगः अस्ति अनन्तरम् अन्यच्च कुत्रचित् विशिष्टरूपेण उपधायाः वृद्धिः आदेशः भवति उदाहरणं मृज् योगः अस्ति मृज् गुणः स्थाने वृद्धिः आदेशः भवति मार्च् मार्च् इति भवति मार्च् योगः अस्ति मृजेर्वृद्धिः इति सूत्रं सम्यक् साधारणतया सार्वधातुकार्धधातुकयोः भवति परन्तु अस्मिन् पाठे इत्युक्ते अदादिगणे न भवति किमर्थम् इत्युक्ते हलन्तदातवः सर्वे उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च अवश्यं भवति इत्येव धन्यवादः भगिनी अरुणा भगिनी द्वितीयबिन्दुः ओ अस्तु नास्ति चिन्ता आम् अस्तु अस्तु अवश्यं रघुपतिमहोदय द्वितीयबिन्दुः सन्धिकार्यं खलु ततः आम् आम् सन्धिकार्यं यदा तिङ्प्रत्ययः निमित्तकम् अङ्गकार्यं समाप्तं तदा अङ्गतिङ्प्रत्ययोः मेलनं क्रियते यदा मेलनं भवति तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत् अस्मिन् समये क्रियताम् अधुनैव पूर्वतनेषु हल् सन्धिपाठेषु यत् हल् सन्धिकार्यम् अधीतं तत् साधनीयं कानिचन प्रसिद्धसूत्राणि मनसि स्वीकृ परस्मैपदस्य लोटि पूजल्ब्योर् हेधिः इति सूत्रमस्ति अङ्गकार्यमस्ति षष्ठ अध्यायस्य चतुर्थपादस्य एकाधिक एकशतं हू धातुतः जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धि आदेशो भवति येन विधिसदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषां मध्ये हल् सल् पुश्च जलश्च तेषाम् इतरेतरद्वन्द्वः पूजलः तेभ्यः पूजल्भ्यः पूजल्भ्यः पञ्चम्यन्तम् एः षष्ट्यन्तं धीः धीः इति प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुचित सूत्रमस्ति भूजल्भ्यः अङ्गेभ्यः हे हे धि धिः इति वयं जानीमः तत्र भू धातुतः अपि च जलन्तधातूनां तत्र हे इत्युक्ते मध्यपुरुष लोट्लकरः हि प्रत्यये त्रिप्रत्ययस्य धि आदेशः भवति धि आदेशः भवति अतः धातुः एव निमित्तं तावदेव किल किमपि अन्यत् किमपि अन्यत् नास्ति प्रत्ययस्य एव आदेशः अग्रे अपि महोदय प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं परिचितसूत्राणि एव परस्मैपदे लङि अतृप्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तं संज्ञा भवति अपृक्तसंज्ञा भवति इति एकाल् सूत्रमस्ति एकाल् प्रत्ययः अपृक्तः इति वयं जानीमः हल्ग्याभ्यो दीर्घासूतिस्य अपृक्तं हल् हलन्तात् दीर्घन्यान्तात् दीर्घ अवन्तात् आबन्तात् च सूतीसि इत्येतेषाम् अपृक्तसंज्ञकस्य हलः लोपः भवति अनेन प्रथमाविभक्तौ सु इत्यस्य सकारलोपः लङि प्रथमपुरुषे स लोपः प्रथमपुरुषे स लोपश्च इति अनुवर्तिषट्सूत्रम् अस्ति. दीर्घात् अल्ङ्याभ्यो सूपीसि अकृष्टं हल्लुप्यते जानीमः. तत्र तत्र इदानीं लङ्लकारे अस्ति अस्ति भवति अस्माकं सर्वेषु लकारेषु इमानि अधस्थानि सूत्राणि प्रवर्तन्ते. देयं यत् इमानि सर्वाणि त्रिपाद्यं सन्ति, अतः पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम् अपि च परसूत्रं चेत् परकार्यं. नाम यत् सूत्रं सङ्ख्याक्रमेण प्रथमम् आयाति तस्य कार्यं पूर्वं भवेत्. अतः सूत्रक्रमेण सर्वाणि दर्शितानि अत्र. अस्तु, अग्रे पठामि. आम् आम् अस्तु. संयोगार्थस्य लोपः इति प्रथमसूत्रमस्ति. द्वितीय अध्यायस्य द्वितीय क्षम्यतां द्वितीयपादस्य त्रयोविंशतितमं सूत्रमस्ति. यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. संयोगान्तस्य पदस्य लोपः, पदस्य अन्ते संयोगः अस्ति चेत् लोपः भवति इति पदान्ते एव पदान्ते एव निमित्तमस्ति. धीच इदानीं सकारस्य इद अग्रिमसूत्रमस्ति. पञ्चविंशतितमं सूत्रमस्ति द्वितीयपादस्य. सकारस्य लोपः भवति ढकारादिप्रत्यये परे. धी सप्तम्यन्तं च अव्यपितं द्विपदविधं सूत्रमस्ति. रासस्य इत्यस्य इत्यस्मात् तस्य इत्यस्य अनुवृत्तिः. संयोगान्तस्य लोपः इत्यस्मात् लोपः भव इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति. धी च सस्य लोपः. धी इति धी कोऽपि प्रत्ययः नास्ति, परं धी इति आदेशः भवति तदा तस्य अनुवृत्तिः भवति धी च इति. अतः पूजल्भ्यो हेर्दिः इत्यनेन धी इति आगच्छति किल, तत्र सकारस्य लोपः भवति तदा. स्कोः संयोगान्ते अद्यो स्कोः संयोगाद्योरन्ते च इति संयोगस्य प्रथमसदस्यः अत्र नवविंशतितमं सूत्रमस्ति. संयोगान्तस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यः लोपः भवति, न तु द्वितीयसदस्यस्य. झलि पदान्ते च इति संयोगाद्योः स्कोः लोपः झलि परे पदस्य अन्ते परे पदस्य अन्ते च इति अस्मात् आरभ्य एव जलि इति आगच्छति. हा जलि इति अग्रिमसूत्रमस्ति. त्रिंशत्तमं सूत्रमस्ति. चोः कुः चवर्गस्य स्थाने कवर्गादेशः भवति पदान्ते झलि च. चोः कुः झलि पदस्य अन्ते च. वयं जानीमः चोः कुः इति सूत्रं कार्यं करोति. अग्रिममस्ति व्रश्च भ्रश्च सृज मृज जय राज राजश्च शांसः इति षड्त्रिंशत्तमं सूत्रमस्ति. व्रश्च भ्रश्च सृज मृज यज राज राजश्चकारान्ताः शकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति जलि पदान्ते च इति अनुवृत्तिसहितसूत्रं सम्पूर्णमस्ति. एतत् जलि पदस्य अन्ते व्रश्च व्रश्च व्रज सृज मृज जय राज राजशांशः जलि पदस्य अन्ते च इति पदस्य अन्ते अपि च जलि पदे इदानीं परिगणितधातूनाम् अपि च चकारान्तानाम् अपि चकारान्तानां तत्र तत्र षत्वं विधीयते अस्ति. समीचीनसहितचकारः षकारस्य स्थाने मूर्धन्यषकारादेशः. समीचीनं महोदय, धन्यवादः. विजया भगिनी पठति वा जलां जशोन्ते आरभ्य तः 8 to 36 पर्यन्तम् आगतवन्तः. 8 to 23 आरभ्य 8 to 36 पर्यन्तं व्रश्च व्रश्च इति जलां जशोन्ते 39 भगिनि जलं जशन्ते पदान्ते जलकस्थाने जशादेशः भवति. अनन्तरं तत्र तत्र स्थानेन्द्रतमः इति कार्यं करोति. गकारस्य स्थाने तृतीयवर्णकः गकारः, चकारस्य स्थाने तृतीयवर्णकः जकारः, तकारस्य स्थाने तृतीयवर्णः दकारः, तकारस्य स्थाने तृतीयवर्णः दकारः इति आगच्छति. अनन्तरम् एतत् सर्वं पदस्य इति अधिकारी अस्ति. अनुवृत्तिसहितसूत्रं पदस्य अङ्गे जलां जषः इति भवति. अग्रे पठामि भगिनि. आम् आम्. षडोः कहसि, तत्र सकारे परे षकारः, षकारस्य जकारस्य स्थाने ककार आदेशः भवति. अनन्तरं तत्र अनुवृत्तिसहितसूत्रम्, एतत् स्वयं सम्पूर्णसूत्रमस्ति, अतः तत्र अनुवृत्तिसहितसूत्रं नास्ति. षडोः कहसि इति एव तत्र आगच्छति. अग्रे अनन्तरं नच पदान्तस्य जलि इति, तत्र अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति. नकारस्य मकारस्य स्थाने अनुस्वारः तावदेव तत्र. अनन्तरम् अनुस्वारः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अत्र अपदान्तस्य महणः च अनुस्वारः जलि संहितायाम् इति अस्ति. जलि परे एव नकारस्य मकारस्य अनुस्वारादेशः अपदान्तस्य इति अपि मुख्यम्. आम् आम्, एतदेव तत्र निमित्तमस्ति अपदान्तस्य. अनन्तरम् आदेशप्रत्ययोः इति अस्ति. इन् प्रत्यहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यय अवयवयो वा सकारः अस्ति चेत्, अवयवस्य अन्तिमवर्णस्य सकारः भवति चेत् अपदान्त तत्र सकारः अस्ति चेत् तत्र तस्य स्थाने सकारस्य स्थाने मूर्धनि सकारः आगच्छति. एतदेव आदेशप्रत्ययोः इति. अनन्तरं तत्र स्थानेन्द्रतमः इत्यनेन ष इत्येषु मूर्धन्यवर्णेषु शकारस्य सामीप्यं निकटस्य भावः. अतः शकारः एव आदिष्टः भवति. अनन्तरं नुम् विसर्गः शर् प्रत्यहारस्य वर्णः येषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति. इन् प्रत्यहारे इमे वर्णाः अन्तर्भूताः. इ उ रु लृ ए ओ ऐ औ हयवर ल. अस्य कार्यस्य नाम षत्वविधिः. आदेशस्य प्रत्ययस्य आदेशप्रत्यय एतत् सर्वम् आगच्छति अत्र. अनन्तरं अनुवृत्तिसहितसूत्रम् अत्र अनुवृत्तिसहितसूत्रं रसाभ्यां नूनः समानपदे रेप शकार तस्मात् पूर्वम् अस्ति. इन्कोः आदेशप्रति बोल्ड् मध्ये सहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायं नुम् विसर्जनीयस्य विसर्जनीय शर्व्यवाये अपि अत्र विसर्जनस्य शर्व्यवाये अपि षत्वं भवति इति. तत्र मूर्धन्यः इत्येव उक्तमस्ति, षत्वम् इति न उक्तम्. अतः एव स्थानेन्तरतमः. तत्र नैकट्यं किमर्थं स्थानेन्तरतमः किमर्थम् इत्युक्ते, तत्र सूत्रे इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः इत्येव उक्तं, तत्र षत्वम् इति किमपि न उक्तम्. अतः इदानीम् अस्माकं प्रश्नः आगच्छति, कस्य वर्णस्य सामीप्यमस्ति नैकट्यमस्ति इत्युक्ते ठ ठ ढ ढ न ष इत्युक्ते ष एव मूर्धन्यवर्णेषु षकारस्य एव नैकट्यम्, अतः तस्य कार्यम् रसाभ्यां नूनः समानपदे. अत्र रसाभ्यां नूनः समानपदे रेप रेपशकाराभ्याम् उत्तरस्य नकारस्य दन्तेनकारस्य स्थाने मूर्धनेनकारः आदेशः भवति समानपदस्थौ चेत् एव निमित्तनिमित्तिनियोः भवतः तत्र निमित्तनिमित्तिनौ भवतः निमित्तनिमित्तिनौ नकारस्य निमित्तमेकं निमित्तिनौ एकं तावदेव भगिनि. तत्र दन्ते नकारस्य स्थाने मूर्धनि नकारः आदेशः भवति रसाभ्यं नूनः समानपदे इति सूत्रेण. अग्रे अट्कुप् वाङ् अट्कुप् वाङ् नु व्यये व्यये अपि अस्तु भगिनि. अट् अत्र अट्वर्णः कावर्गः पावर्गः आङ् नुम् इत्येतैः यथा सम्भवं मिलितैः व्यवधाने अपि नस्य नः स्यात् समानपदे रसाभ्यं नुमः नूनः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः अत्र अस्ति. रसाभ्यं नूनः अनन्तरम् अटुकुप् वाङ् एतत् सर्वं मिलित्वा एव तत्र पूर्णतया अनिवृत्तिः भवति अटुकुप् वाङ् इति सूत्रेण. अनन्तरं नत्वं भवति नत्वं भवति अनेन दन्तेनकारः व्यवधानः अस्ति चेदपि नत्वं भवति रसाभ्यां नूनः इत्यनेन साक्षात् भवति. अत्र अट्कुप् वाङ्नुम् इत्यनेन व्यवधानम् अस्ति चेदपि धन्यवादः. धन्यवादः भगिनी. श्रीवल्ली भगिन्याः अपि अवसरः भवतु. अतः 842 पर्यन्तम् आगतवन्तः. 82 इति आरम्भं कृतवन्तः संयोगान्तस्य लोपः. 842 इदानीम् आं भगिनी श्रीवल्ली भगिनी अष्टु नाष्टुः भवत्याः ध्वनिः सम्यक्तया सम्यक् नास्ति भगिनि. किञ्चित् प्रतिध्वनिः श्रूयते. पठतु भगिनि, पश्यामः तत्र प्रथम इदानीं किञ्चित् बेटर् अस्ति, पश्यामः. स्थाने मूर्धनिषकारादेशः च भवतः मूर्धनिषकारवर्गीयवर्णयोः अनन्तरं ध्वनिः मध्ये मध्ये गत्वा एव आगच्छति. किमपि अन्यत् लेप्टाप् मध्ये अन्यत् किमपि आडियो आन् अस्ति वा? आं भगिनि, किञ्चित् लाक् कृत्वा एव आगच्छति. प्रायः इफ् अदर् आडियोस् आर् ओपन् इन् युर् लेप्टाप् क्लोस् आल् आफ् देम् देन् जायिन् इन् देन् इट् विल् बि ईसियर्. भवत अन्येषां कृते सम्यक् श्रूयते वा भगिन्याः ध्वनिः? आम् प्रायः ट्रै करोतु भगिनि, लाग् औट् कृत्वा लाग् इन् करोतु. अस्तु महोदय, भवान् एव पुनः सुनास्तु इति एकचत्वारिंशत्तमं सूत्रमस्ति. दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः तवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकारटवर्गवर्णयोः योजनेन स्तुत्वं वयं जानीमः. जलां जस् जषि, जलां स्थाने जस् आदेशः भवति, जषि परे इति एतत्तु त्रिपञ्चाशत्तमं सूत्रमस्ति. जलां जस् जषि संहितायाम् इति अपदान्ते जल जस्त्वम् एतत् इति जषि परे इति वयं जानीमः. अग्रे करिच, जलस्थाने चरादेशः भवति, खरि परे इति अस्ति. जलस्थाने चरादेशः भवति, खरि परे. जलां चर् करि च संहितायाम् एतत् वयं जानीमः. पञ्चपञ्चाशत्तमं सूत्रमस्ति चत्वम्. अग्रे अनुस्वारस्य ईपरसवर्णः इति तत्र अष्टपञ्चाशत्तमं सूत्रमस्ति. अनुस्वारस्य स्थाने परसवर्णादेशः भवति, यै परे इति अस्ति सूत्रमस्ति. अनुस्वारस्य यै परसवर्णसंहितायाम् इति वयं जानीमः. वावसाने इति अस्ति षड् पञ्चाशत्तमं सूत्रमस्ति. अवसाने जलः विकल्पेन चरादेशः भवति, वैकल्पिकेन चत्वम् अस्ति. अवसाने जलां चरः वा इति अवसाने अवस इति अन्ते वाक्यस्य अन्ते अस्ति चेत् तत्र अवसानस्ति वयं जलां चर् भवति इति. अग्रे झरो झरि सवर्णे एतत्तु पञ्चषष्टिः. हल् उत्तरस्य झर् झरः विकल्पेन लोपः सवर्णे सवर्णझरि परे इति सूत्रमस्ति. झरः षष्ट्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं त्रिपदविधं सूत्रमस्ति. अनुवर्तिसहितसूत्रमस्ति हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् इति. हल् वर्णात् परः झरः झर् वर्णस्य लोपः भवति, झरि परे विकल्पेन इति. चतुर्थ तृतीय द्वितीय प्रथमवर्णः भवति किल चतुर्थ चतुर्थ तृतीय द्वितीय प्रथम पर्यन्तं भवति. अतः तत्र सवर्णे झरि अस्ति चेत् तस्य लोपः भवति इत्येव. षषसः अपि आगच्छति किल जबगडदश हल् हल् पर्यन्तं न गच्छामः, तस्मात् पूर्वमेव तस्मात् पूर्वमेव. येषां प्रसक्तिः यत्र यत्र भवति तत्र तत्र अस्माभिः तत्तत् सन्धिकार्यं करणीयमेव. अनेन हलन्तदातवः द्रष्टव्याः. ध्येयं यत् पूर्वतनेषु हलसन्धिपाठेषु हलसन्धयः परिशीलिताः केन क्रमेण प्रत्ययस्य प्रथमवर्णं अनुसृत्य. अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम् अनुसृत्य. कार्यं तदेव परन्तु धातुक्रमेण अग्रेसरेम इति. सम्यक्. अतः तत्र प्रायः 27 धातवः वा किमपि महोदयेन योजितम् अस्मिन् पाठे. वयं पश्यामः सर्वे धातवः प्रायः यत्किमपि अस्ति अदादिगणे पश्यामः किञ्चित् एकमेकं स्वीकृत्य. श्रीवल्ली भगिनी इदानीं सम्यक् अस्ति वा श्रूयते? आम् करोति वा वच् धातुः? चकारान्तः वच् धातुः परस्मैपदि परिभाषणे इति अस्ति. अङ्गकार्यम् अङ्गकार्यं तिङ्निमित्तीकृत्य अङ्गकार्यम् एव अस्ति. उपधायां ह्रस्व अकारः इति लघु इति न, अतः अङ्गकार्यं नास्ति. अनन्तरं सधिकार्यं सधिकार्यं त्रुः इति कुत्वे वच् प्रयोगः अस्ति चकारस्य स्थाने ककारः आदेशः भवति वक्ति इति रूपं भवति अनन्तरं प्रत्ययः अजादिः अथवा प्रत्ययः यकार रेफ अकार मकार नकार इत्येभिः हल् वर्णोः आरभ्यते तथा धातुः अलङ्कारः अपि हल्सन्धिः न भवति केवलं वर्णसम्मेलनं भवति प्रत्ययः अजादिः यकार रेफ अकार मकार नकार इति आरभ्य हल् भवति अनन्तरम् भगिनी पुनः न श्रूयते आरम्भे सम्यक् आसीत् इदानीं पुनः आम् लाक् कृत्वा एव आगच्छति इण्टर्नेट् कनेक्षन् प्रायः इदानीं सम्यक् मध्ये मध्ये सम्यक् अस्ति पठतु पश्यामः वच्योगः अस्ति आदेशप्रत्ययः इन्कोः इत्यनेन वक्योगः अस्ति वक्षि इति भवति अनन्तरं जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धि आदेशः भवति वचुधातुः जलन्तधातुः हि प्रत्ययस्य स्थाने लोट् मध्यमपुरुषे हि प्रत्ययस्य स्थाने धि आदेशः भवति अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि तस्मात् पूर्वं वार्तिकद्वयमस्ति भगिनि न हि वचि करपत्रे नास्ति वा तत् अस्तु न हि वचिरन्तः परः प्रयुज्यते करपत्रे अनन्तरं योजितमस्ति प्रायः जालपुटे अस्ति जालपुटे अस्ति आम् जालपुटे जालपुटे आम् इति वार्तिकमस्ति भगिनि लट्लकारे प्रथमपुरुषबहुवचने पच् धातोः रूपं न प्रयुज्यते द्वितीयवार्तिकं जि परे इति एके केषाञ्चित् मते कस्मिंश्चित् अपि लकारे प्रथमपुरुषबहुवचने वचुधातोः रूपं न प्रयुज्यते लट्लकारे अपि अन्यलकारे अपि प्रथमपुरुषबहुवचने वचुधातोः रूपं न प्रयुज्यते बहुवचनरूपं नास्ति भगिनि नास्ति वचन्ति इति दोषाय तत्र वार्तिकम् इत्यनेन लोके लट्लकारस्य एव वचन्ति इति रूपं नास्ति इति एकं मतम् अन्ये वदन्ति अन्येषु लकारेषु अपि नास्ति अन्येषु लकारेषु अपि प्रथमपुरुषबहुवचने वच्रधातोः रूपमेव नास्ति इति तत् स्वीकृत्य कुर्मः नास्ति इत्येव वैदिके आं वैदिके प्रायः आं भवति केवलं लोके व्यवहारसंस्कृते तादृश वचन्ति इति रूपं नास्ति अस्तु कुर्मः वयं रूपाणि लटि वदति वा भगिनि श्रीवल्लि भगिनि न श्रूयते अद्य बहु मन्दरूपेण श्रूयते किमपि न श्रूयते आम् पश्यामः मध्ये आगच्छति चेत् पुनः वदतु. इदानीं सम्यक् अस्ति. यदा रूपाणि वदति तदा एव गच्छति प्रायः. इदानीं सम्यक् अस्ति भगिनि, प्रयत्नं करोतु, किञ्चित् मन्दरूपेण वदतु, पश्यामः. वच्योगः ति वच्योगः ति प्रथमं चोपुः इत्यनेन समीचीनं. करी च क्षम्यतां, चोहोकुः इत्यस्य एव कार्यं तत्र. अनन्तरं बहुवचनरूपं नास्ति. अनन्तरं वच् योगः सि इति प्रथमः वक् योगः सि. अनन्तरं आदेशप्रत्ययोः भगिनी प्रथमपुरुष बहुवचनं किं? प्रथमपुरुष बहुवचनं रूपं नास्ति. नहि वच अत्र वार्तिकम् अस्ति किल. अन्तिः परप्रयुज्यते, अन्तिः परप्रयुज्यते न इति, अतः न रूपमेव नास्ति. वदन्ति इति वदति. आं वदन्ति इत्येव वदामः किल, वचन्ति इति नास्ति. वचन्ति लोके तदेव, वचन्ति इति लोके नास्ति तावदेव प्रायः. प्रथमवर्षे एकवचन अपि च उत्तमवर्षे एकवचनस्य प्रयोगः एव बहुधा दृश्यते, अन्यत् अन्येषां न भवति एव. न अत्र वार्तिकं कुत्र अस्ति भगिनि? अस्मिन् जालपुटे अस्ति, प्रायः पी डी एफ़् मध्ये नास्ति. वच्योगः अस्ति आदेशप्रत्ययोः एकोः सकारस्य स्थाने भवति. का वक् योगः श वक्षि इति रूपं भवति. अनन्तरं वच् योगः थः चोहोकुः इत्यनेन चकारस्य स्थाने ककारः भवति. वक् योगः थः वक्थः इति रूपं भवति. समानमेव वच् योगः थ वक्थ इति भवति. अनन्तरं वच् योगः मि, अत्र हल् केवलं वर्णमेलनम् अस्ति. वच् मि. अनन्तरं वच्वः वच्मः. समीचीनं. चोः कुः इत्यस्य प्रसक्तिः नास्ति अत्र, तावदेव. वच्मि, वच्वः, वच्मः. समीचीनं विजया भगिनी. लोटि सिद्धः वा भगिनि? लोट् वदति वा? वच् योगः तु, तु इति जल् अस्ति, प्रथमम् उपादायम् इक्वर्णः नास्ति, गुणकार्ये प्रसक्तिः नास्ति. चोहोकुः इति सूत्रेण चकारस्थाने ककारः आगच्छति. वक्तु इति रूपं भवति. वच् योगः तात् अत्रापि चोहोकुः इत्येन चकारस्थाने ककारः वक्तात्. वच् योगः ताम् अत्रापि चोहोकुः इति सूत्रेण वक्तां. वच् योगः अतुः वचतु, अतु इति अजन्त अस्ति, जल् नास्ति, चोहोकुः न प्रसक्ति नास्ति. वचतु तत्र रूपमेव नास्ति, जीपरि इत्येके इत्यनेन रूपं नास्ति. वच् युगः हि, हि जल्वर्णः अस्ति. फ्यूचर्लभ्यो धीः भगिनि हि स्थाने धी आगच्छति चोहोकुः इति सूत्रेण ककार अपि आगच्छति वग्धि वग्धि तत्र इतोपि एकं कार्यमस्ति वक व इक् धी इति अस्ति धी इति कीदृशवर्णः वर्णः तद् उक्तवती भगिनी तदेव प्रथमकार्यं तद् अभवत् आं वदतु अरुणा भगिनी इदानीं धी स्थाने जलं झषि वग्धि भगति भगिनि आं ककारस्य घकारादेशः घकार वग्धि झष् इति धी इति झष् धा इति झष् जलां झष् जलां ककारः जल् तस्य स्थाने झष् वग्धि अर्थात् अत्र अपि केवलं चोहोकुः वक्तात् वच् योगः तं वक्तं वक्ता वच् योगः आनि अत्र वर्णमेलनमेव वचानि भगिनि वचानि वचाव वचाव वचाम समीचीनं वचानि वचाव वचाम तावदेव केवलं मध्यमपुरुषे कार्यम् ऊजल्भ्यो हेर्दिः चोहोकुः जलां झषि तावदेव अन्यत् किमपि नास्ति चोहोकुः इति सामान्यसूत्रस्य एव कार्यं समीचीनं विजया भगिनी लङ्लकारे वदति वा सर्वत्र तत्र अडागमः भवति अकारः अनन्तरं ता ताम् अन् स तं त अं वा म इति अस्ति तत्र वच् इति धातोः चकारस्य स्थाने ककारः आगच्छति चोहुकुः इति सूत्रेण अतः तत्र अवक् इति भवति खलु भगिनि तकारस्य का गतिः अवच् योगः थ थ प्रत्ययः किल प्रत्ययस्य किं भवति तत्र एतत् अपुर् अप्तुक्ते एक तत् वक्तव्यं किल अल्या अल्याभ्यो दीर्घात् एत अपृक्तस्य अपृक्तस्य हल् एतत् हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् श्रुतिसप्युक्तं हल् इति सूत्रेण तत्र चकारस्य लोपः भवति अतः तत्र अवच् एव तिष्ठति तत्र चकारस्य स्थाने चोहकुः इति सूत्रेण चकारस्य स्थाने ककारः आगच्छति अनन्तरं तत्र अवक् इति भवति तावदेव अनन्तरं तस्मात् अनन्तरं वदतु विद्या भगिनी वा अवसाने इति आगच्छति प्रथमं जलां झषन्ति इति कार्यं करोति अनन्तरम् एव ककारः आगच्छति अतः रूपद्वयं सिद्ध्यति अत्र अवक् अवगिति अनन्तरं तत्र ताम् इति अस्ति तत्र वर्णमेलनमेव खलु भगिनि तु ताम् अवच् योगः ताम् तत्रापि जले एव तत्रापि चोहुकुः इति सूत्रं कार्यं करोति अनन्तरं तत्र तावदेव खलु भगिनि तावदेव अनन्तरं तत्र वच् धातोः तत्र अन् अस्ति अतः वर्णमेलनम् अत्र अपि अवचन् इति तद् रूपं नास्ति धीपरे इत्येके इत्यनेन प्रथमपुरुषस्य बहुवचनस्य रूपं नास्ति अत्र अतः आम् सर्वत्र जीपरे आम् जीपरे इत्येके इत्यनेन वार्तिकेन सर्वत्र रूपं नास्ति अन्येषु लकारेषु अपि रूपं नास्ति इदानीं सकारपरे बहुवचने किं प्रयोगं कुर्मः अत्र वदन्ति इति अस्ति किल अवदन् वदन्ति तद् तादृशरूपाणि रूपाणि वच् परिभाषणे इत्येव अर्थः किल अन्य धातुः अस्ति तस्य रूपं प्रयोगं कुर्मः. अनन्तरम् एतत् अन्दादिगणितम् भाषते बाष् इति अपि धातुः अस्ति. सर्वं बहु भाषणे इत्यस्य अर्थे बहवः धातवः सन्ति. आमां प्लेण्टि इति वदामः किल तादृशम्. अत्र अत्र लङ्लकरे मध्यमपुरुषम् अपि तत्र किमपि कार्यं नास्ति खलु भगिनि. प्रथमपुरुष एकवचनमेव तत्र अपि कार्यं करोति रूपं आम् समान अवक् अवग् इति विकल्पेन भवति. अवक्ताम् इति अस्ति तादृशमेव अवक्तम् इति अस्ति. अनन्तरम् अवक्त इति अनन्तरं तत्र अं योजनेन वच् दातु अवच अवचमेव तत्र अपि वर्णमेलनमेव. अनन्तरं अवच्व अवच्म तावदेव तावदेव सम्यक् महोदय. भवान् विधिलिङ्गि विधिलिङ्ग वच् योग यात् अत्र सर्वत्र कार्यं नास्ति. किमपि वर्णमेलनमस्ति यकारः अस्ति इति कृत्वा चोः कुहित्यस्य सूत्रस्य प्रसक्तिः नास्ति. जलि पदान्ते एव जलि नास्ति. अतः वच्यात् वच्याताम् वच्युः वच्युः अपि नास्ति. वच्यात् वच्याताम् निल् वच्याः वच्यातं वच्याता वच्याम वच्याव वच्याम वच्याव वच्याम वच्याव वच्याम इति समीचीनं. तत्र मतभेदः अस्ति इति कृत्वा कुत्रापि प्रायः दृश्यते अपि, परन्तु अस्माकं वर्गे वयं तादृशं स्वीकुर्मः. अस्तु अग्रे सरामः. महोदय अग्रिमधातुः पठति वा चकारान्त पृथ्वी दातवः कुत्र तत्र एकवारं चकारान्तः. हा अस्तु चकारान्त पृची पृची दीर्घ पृची इति धातुः पृच् पृच् इति आत्मनेपदी सम्पर्चने सम्पर्चने इति अस्ति. अङ्गकार्यं हलादिपिस्सु हलादिपिस्सु आत्मनेपदी धातुषु नास्ति एव. अस्तु नास्ति अस्तु. अजादिपित्सु उपधायां लघु इक्वर्ण इक्वर्णः गुणः भवति. पृच् योग ए पुगन्तलघुवृत्तस्य इति सूत्रेण पर्च् इति भवति. पर्च् योग ऐ पर्च्यै इति. हलादिपित्सु नीति च इति गुणनिषेधः. पृच् योग ते सन्धिकार्यमेव पृक्ते इति. अजादि अपिस् अजादि अपिस्सु निति च इति गुणनिषेधः. अतः केवलं वर्णमेलनं पृचाते इति. द्वितीयमस्ति सन्धिकार्यं चोः कुः इति साम इति सूत्रे कुत्वं पृच् योग ते पृक्ते प्रत्ययः अजादि अथवा प्रत्ययः इर् वा म न इत्यपि हल् वर्णैः आरभ्यते. तदा धातु हलन्त चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. आदेशप्रत्ययोः इत्यनेन कवर्गीयात् परे प्रत्ययवयव सकारस्य स्थाने षकारवेषः भवति. पृच् योगसे चोः कुः पृक् योगसे पृक्षे इति भवति. पृक्षे इदानीं अस्तु पृक् योगसे पृक्षे इति. च धकारादिप्रत्यये परे जस्त्वं पृच् योग द्वे चोः कुः पृक् द्वे पृक् द्वे इति भवति. अग्रे चतुर्षु लकारानि तिङ्रूपाणि वक्तव्यानि सन्ति. लटि लटि वदतु महोदय. अस्तु एकवारं पृच् पृच् योग ते इति अस्ति. अतः पृच् योग ते तत्र कुत्वं भवति चोः कुः इत्यनेन. अतः पृक् ते इति. पृच् योग आते अत्रापि पृच् योग आते पृ अस्तु पृच् पृच् पृच् आते इति कार्यं नास्ति. किमपि कार्यं नास्ति. अते पृच्छते पृच् योग अते पृच्छते. पृच् योगस्य चोः कुः इत्यनेन पृक् पृक् योगस्य अनन्तरं सकारस्य आदेशप्रत्ययोः इन्कोः इत्यनेन तत्र षत्वं पृक्षे इति पृच्छयोग आते केवलं वर्णमेलनं पृच्छात् पृचाथे इति पृच् पृच्छयोग द्वे इति अस्ति अत्र कार्यं भवति चोहकुः इति जलि अस्ति अतः पृक् योगद्वे इदानीं प्रका पृक् योगद्वे इति अस्ति इदानीं तत्र जल् जश् वर्ण अस्ति अतः अपदान्ते अस्ति अतः जलां जश् झषि इत्यनेन गकारः ककारस्य स्थाने पृग्द्वे इति भवति पृच् योग ए तत्र कार्यं नास्ति पृचे पृचियोगवहे पृच्वहे पृच्महे इति रूपाणि सर्वे अपितः सन्ति अतः किमपि कार्यं गुणकार्यमपि नास्ति केवलं लोटि एव सन्ति आम् सत्यं धन्यवादः महोदय श्रीवल्ली भगिनी लोटि वदति वा आत्मनेपदी किल सारि तां पृच्छयोगः तां आं भगिनि पृच्छयोगः तां चोहोकुः न श्रूयते भगिनि पृक्ताम् इति रूपं किञ्चित् मन्दरूपेण अस्ति तावत् वदतु पृच्छयोगः आतां पृच्छयोगः आतां पृच्छाताम् अनन्तरं पृच्छयोगः अतां पृच्छताम् अत अतो गुणे भगिनि पृच्छताम् किमर्थं पृच्छ पृच्छयोगः अतामेव किल केवलं वर्णमेलनं पृच्छयोगः अतां नास्ति पृच्छ पृच्छयोगः अतां इति पृच्छयोगः स्वा अनन्तरम् आदेशप्रत्ययोः मूर्धन्यषकारः पृच्छयोगः श्वा पृच्छ्वा इति रूपं भवति अनन्तरं पृच्छयोगः आथा पृचाथा अनन्तरं पृच्छयोगः द्वं प्रथमं चोहोः पृच्छयोगः त्वम् अनन्तरं जलान्ते सृष्टि अनन्तरं पृच्छयोगः ऐ पृच्छयोगः ऐ इति पित् अस्ति सदि पित् अस्ति सदारि पित् अस्ति सदि पित् उत्पदायं लघु इकः अस्ति पृच् योगः ऐ पच्चै इति भवति ऋकारस्य स्थाने अर् आदेशः भवति अनन्तरं पृच् योगः आवहै आवहै अपि अजादिपिच् गुणकार्यं भवति पर्चावहै इति रूपं भवति समानमेव पर्चामहै समीचीनं केवलं उत्तमपुरुषे गुणः भवति पित् इति कारणेन आडुत्तमस्य पिच्च इत्यनेन पित्वम् आरोपितम् इति कृत्वा तत्र लघुपद इक् वर्णः अस्ति इति कृत्वा तत्र गुणः पर्चै पर्चावहै पर्चामहे अन्यत् समानमेव अस्तु अरुणा भगिनी लङ्गी वदति वा आं भगिनि प्रथमम् अडागमागच्छति अपृच् योगः अपृच् योगः चुः इति सूत्रेण अपृक्त चकारस्थाने ककार अपृक्त अपृच् योगः आताम् अपृच्छताम् अथाम् अपृच्छताम् थाः मध्यमपुरुषे थाः थाः अपि चल् अस्ति अपृक् अपृक्थाः अपृच्छथाम् अपृ द्वम् अस्ति अत्र प्रथमं ककार चोहुकुः इति ककार आगच्छति, द्वम् अस्ति जश्लां जशि सूत्रं भगिनि, ककारस्थाने ककार आगच्छति, प्राग्ध्वम् अपृग्ध्वम् अपृग्ध्वम् उत्तमपुरुषे की अस्ति केवलं वर्णमेलनमेव गुणकारं भवति भगिनि अत्र तत्र इति पित् नास्ति पित् नास्ति ओके अपृच्छी अपृच्छी अपृच्छ्वहि अपृच्छ्महि समीचीनम् तत्र अपृच्छयोगः त इति प्रत्ययः तत्र किमर्थम् अस्माकं हल्ङ्याभ्यो दीर्घात् न भवति तत्र तकार नास्ति भगिनि तकार अकारः अपृक्तवर्णः नास्ति त प्रत्ययः अत्र अकारः थ इति योगः आ इति अस्ति अपृक्तये काल् नास्ति समीचीनं धन्यवादः सम्यक् भगिनि धन्यवादः इदानीं विजया भगिनी विधिलिङ्गी वदति वा विजया भगिनी नास्ति वा भगिनि अहं वदन् अस्मि अस्तु अस्तु ईत विधिलिङ्ग लकारः ईत ईयताम् ईरन् ईताः ईयताम् ईद्वम् ईय ईवहि ईमहि अस्ति अत्र पृच् धातुः अस्ति अत्र पृच् योगः ईत पृचीत पृचीत पृची पृची यातां पृचीरन् पृचीताः पृचीतां पृचीध्वं पृचीय पृचीवहि पृचीमहि तत्र सर्वत्र मेलनमेव समीचीनम् अत्र किमपि अन्यत् कार्यं नास्ति यकारः जलादि नास्ति अतः केवलं वर्णमेलनमेव ईथ याताम् ईकारः न यकारः नास्ति क्षम्यताम् आत्मनेपदी किल भगिनी भवती एव अग्रिमधातुः पठतु जकारान्तः जकारान्तः निचि निजि निजि निनज् धातुः आत्मनेपदी शुद्धौ इति अर्थः अस्ति तत्र ए बिन्दुः निरणुबन्धधातोः सिद्धिः नुमागमः भवति इदितो नुम् धातोः इदितः धातोः नुम् आगमः भवति इदित् इत्युक्ते इत् इत् यस्य सः तत्र प्रथमः इत् नाम ह्रस्वः ह्रस्वः इकारः द्वितीयः इत् नाम इत् संज्ञा ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित् इत् इति यस्य सः इदित् बहुविचि तस्य इदितः इदितः षष्ट्यन्तं नुं प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् इदितः धातोः नुम् इति तत्र तपरस्तत्कालस्य तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः तात्परः तपरः पञ्चमे तत्पुरुष तः परो यस्मात् सः तपरः बहुविधसमासनं द्वीप् द्वावपि अर्थो तस्य कालः तत्कालः तस्य काले इव कालः यस्य सः तत्कालः षष्ठी तत्पुरुषगर्भः बहुदीर्घः तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रं स्वयं सूत्रं स्वयं रूपं शब्दस्य शब्दसंज्ञा अस्तु इत्यस्मात् स्वयं स्वं रूपम् इत्यनयोः अनुवृत्तिः अनुदित् सर्वन् अनुदित् सर्वर्णस्य अनुदित् अनुदित् सवर्णस्य च प्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः अनुवृत्ति सूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य तत्र अस्तु भगिनि मिदचोन्त्यात् मिदचोन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णः समुदायस्य आगमः तस्य अन्तिम अवयवयो भवति. अनुवृत्तिसहितसूत्रं पठतु भगिनि, पूर्वं पठतु. तत्र अनुवृत्तिसहितसूत्रं मित् अन्त्यात् अचः पर अन्तः. अग्रे पठामि. वदतु भगिनि, किम् अवगतम् इदानीं पर्यन्तम्? इदितोनुं धातुः तपरस्तत्कालस्य मिदिचोन्त्यात् तपरस्तत्कालस्य इत्युक्ते तत्र तकारात् परः यः तकारः परः अस्ति तत्र समकालस्य आगच्छति चेत् तत्र एतत् यत् अवयवः तत्र प्रयोगं करणीयम् इति अस्ति चेत् तादृशवर्णः तपरस्तत्कालस्य समानकाले आगच्छति चेत् तत्र सूटबल् इत्युक्ते किं भगिनि? किं भगिनि? सूटबल् इत्यनेन तत्र तपरकरणं कृतं वा? इत् इति इदित्यत्र समानकालस्य यत् वर्णः आगच्छति तत् एतत् तदेव तत्र स्वीकरणीयं. सम्यक्. इत् इत्यनेन कस्य वर्णस्य स्वीकारं भवति? तत्र साधारणतया अकारः इत्यनेन कस्य स्वीकारं भवति? आकारः इति वदामः चेत् कस्य ग्राहकः भवति? कति वर्णानां ग्राहकः भवति? इदितः धातोः नुम् आगमः भवति. तत्र प्रथम इत् नाम ह्रस्वः भवति, द्वितीय इत् नाम इत् संज्ञा भवति. तत्र भवत्याः प्रश्नः किं भगिनि? अकारः इति वदामः चेत् तत्र तपरकरणं नास्ति किल, अकारः इत्यनेन कति वर्णाः अटारः स्वीकर्तुं शक्नुमः? तत्र अकारः अहं न जानामि. अन्ये जानन्ति वा? अष्टादश सर्वम् आगच्छति. तावदेव किल, अष्टादशस्यापि ग्रहणं भवति तत्र अकारः अ इति वदामः चेत् दीर्घः अनुनासिकः अननुनासिकः उदात्तस्वरित अनुदात्तः इति अष्टादश अष्टादशानामपि ग्राहकं भवति. तपरस्तत्कालस्य इत्यनेन तत्र तत्र निषेधः करोति. तत्र तादृशं दीर्घ प्लुत न आवश्यकं, केवलं ह्रस्वस्य एव स्वीकार्यम् इति इत् इत्यनेन तत्र ह्रस्वस्य एव स्वीकार्यं भवति. अष्टादशानां नास्ति, केवलं षड्. अनुनासिक अननुनासिक उदात्त स्वरित अनुदात्त षड् एव इत् इत्यनेन तस्य स्वीकरणं भवति. अतः एव तपरस्तत्कालस्य तत्कालस्य एव ग्रहणम् इत्येव वदति. उदात्त तद् तत्कालस्य किमपि अस्ति तदागच्छति. ह्रस्वस्य कालस्य किमपि अस्ति तद् सर्वं तत्र तस्य ग्राहकम् अवश्यं भवति. तत्तु तपरस्तत्कालस्य विषये. आम्, निजचोन्त्यात् परः किं वदति? यत् मित् यत्र अन्त्यात् परः आयाति तत्र अन्तिमसमुदायस्य आगमः तत्र अन्तिमवर्णः एव अन्तिम अवयः एव अवयः एव भवति. तत्र मित् मित् यस्य वर्णः समुदायस्य आगमः मित् इम् इति अन्त्यात् एव अन्त्यात् अचः परः तावदेव. अन्त्यात् अचः परः तत्र इदितो वदतु भगिनि. अन्तिम अचुवर्णस्य एव तत्र कार्यं करोति. अन्त्यात् अचः परः इदितो नुम् धातुः इति विषये एव वदन्ति. इदितो नुम् धातुः तत्र इत् इति तपरकरणं कृतं. यदा वयं पूर्वस्मिन् धातु पृचि इति दृष्टवन्तः तत्र तु नुम् आगमः न अभवत्. किमर्थम् इत्युक्ते इदितो नुम् धातुः केवलं ह्रस्व इकारस्य विषये एव. अत्र निजि इति ह्रस्व इकारः कृतं, ह्रस्व इकारेण निर्दिष्टमस्ति. अतः तत्र इदितो नुम् धातुः इत्यनेन नुम् आगमः भवति. तत्र नुम् आगमः कुत्र भवति इत्युक्ते मिदचोन्त्यात् परः. आद्यन्तौ टकितौ मिदचोन्त्यात् परः इति परिभाषासूत्रद्वयं. कुत्र भवति इति प्रश्ने सति सूत्रद्वयस्य आवश्यकता भवति. तत्र मिदचोन्त्यात् परः वदति, अन्त्यात् अचः परः इति वदति. अवगतं किल? आम् आं भगिनि. आं तत्र नत्वं पठतु. श्रूयते वा? आं श्रूयते. नत्वं पठतु. नत्वं नो नः उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारः मूर्धन्यनकारस्य स्थाने दन्ते नकारः आदेशः भवति नो नः इति सूत्रेण. अनन्तरम् अनिवृत्तिसहितसूत्रं धात्वादेः नः न नः नः उपदेशे तत्र मूर्धन्यनकारस्य स्थाने दन्ते नकारः आदेशः भवति. तावदेव तत्र नो नः इति नत्वं भवति. तत्र तत्र पठतु निजि. निजि उपदेश अज अनुनासिक इत् तस्य लोपः इदितो नुम् धातोः इदितो नुम् धातोः निदच्योन्त्यात् परः निज् निनज् नो नः निनज् इति धातुः तत्र. इदानीं निनज् इति भवति, तस्मात् आरभ्य एव कार्यं करणीयं. नास्ति निञ्ज् इति भवति. तदेव करणीयम्. अङ्गकार्यमपि पठतु भगिनि, तत् समाप्य प्रायः समयः. तत्र अङ्गकार्यं अङ्गकार्यम् उपादायं नकारः लघु युक् इति न, अतः अङ्गकार्यं नास्ति, सन्धिकार्यमेव अत्र अस्ति. निनज् निञ्ज् निञ्ज् योगः ते योः कुः इति सूत्रेण निनग् इति भवति. निनग् योगः तत्र नश्च नश्च पदान्तस्य जलि इति सूत्रेण तत्र अनुस्वारः आगच्छति. निङ् योगः ते तत्र करिच इति सूत्रेण तृतीयगकारस्य स्थाने प्रथम ककारः आगच्छति आगच्छति. निङ्क् योगः ते तत्र अनुस्वारस्य येयिपरसवर्णः तत्र ककारस्य अन्तिमवर्णः ङकारः आगच्छति. अतः तत्र निङ्क् योगः ते वर्णमेलनेन निङ्क्ते इति भवति. हृक्ते इति पूर्वं ते उक्तवन्तः तादृशमेव तत्र निङ्क्ते इति नश्च पदान्तस्य जले अनुस्वारस्य एतत् सर्वं भूत्वा तत्र कार्यं भूत्वा निङ्क्ते इति भवति. निञ्ज् योगः आते नश्च पदान्तस्य जलि तत्र अपि कार्यं करोति. निञ्ज् योगः आते अनुस्वारस्य येयिपरसवर्णे निञ्ज् तत्र तत्र चकारस्य अन्तिमवर्णः निञ्ज् आते वर्णमेलनेन निञ्जाते इति भवति. अनन्तरं निञ्ज् योगः द्वे चोहकुः इति कार्यं करोति. अतः तत्र निङ् इति तृतीयवर्णः आगच्छति. द्वे योजनेन अनन्तरं नच पदन्तस्य जलि इति आगच्छति. निङ् योगः द्वे अनुस्वारस्य येयिपरसवर्णः अन्तिमवर्णस्य पञ्चमवर्णः आगच्छति. निङ् योगः द्वे वर्णमेलनेन निङ्क्ते निङ्क्ते निङ्क्वे इति भवति. सम्यक्, निङ्क्वे इति रूपं भवति. धन्यवादः. तत्र अरुणा भगिनी लटि वदति वा, अनन्तरं समापयामः. एकनिमिषं भगिनि. लङ् भगिनि लटि. आं लटि रूपम् आत्मनेपदि धातुः एव. प्रथमं निञ्ज् योगः ता ते सूत्रेण जकारस्थाने ककार आगच्छति. अनन्तरं नश्च पदान्तश्चलेति चिरम् अनुस्वर भवति भगिनि. निम्ते अनुस्वरस्य यै परसवर्णसूत्रेण प्रथमवर्ग वर्गस्य पञ्चमवर्णः निङ्क्थे आते केवलं वर्णमेलनं निनञ्जाते. तत्रापि नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः भवति. नकारस्य स्थाने ण्यकार निञ्जते निञ्जाते निञ्जाते. नकारस्य स्थाने इदानीम् अनुस्वारस्य परसवर्णः. अद्य अपि अत्रापि वर्णमेलनं पूर्वं नश्च पदान्तजलि परसवर्णः निञ्जते निञ्जाते निञ्ज योगः से से चल् अस्ति. चुहोकुहसूत्रेण ककार आगच्छति. आदेशप्रत्ययः सकारस्थाने मूर्धन्यषकारस्य भवति. नश्च पदान्तश्च झलि ययि परसवर्ण निङ्क्षे निङ्क्षे निङ्कः आथे. अत्रापि वर्णमेलनं पूर्वं नश्च पदान्तश्चलि अनुस्वरस्य परसवर्ण निञ्चाथे त्वं तत्र त्वं जषति द्वे सम्यक् द्वे जष चुहुः ककार आगच्छति. नश्च पदान्तजलि ययि परसवर्ण निङ्क् द्वे तावदेव तन्न किमपि अन्यत् नास्ति. ककारस्थाने ककार न आगच्छ जलं जषि द्वे दकार चोहोकुः गकारः भवति किल प्रथमे गकार एव अस्ति ककार निङ् निङ् द्वे अत्रापि नश्च पदान्तजलि कार्य करोति. निञ्जे निञ्जवसे निञ्ज वसे निञ्ज महे तावदेव. चोहोकुः एव प्रधानतया सर्वत्र चोहोकुः. नश्चापदान्तस्य जलि अनुस्वारस्य ऐ परसवर्णः तावदेव कार्यं. वयं रूपं तु साधितवन्तः अत्र धातुः साधितवन्तः अतः अन्यकार्यम् अस्तु. प्रायः वयं लोटि लङ्गि विधिलिङ्गि अग्रिमवर्गे कुर्मः. अग्रिमधातुः अस्ति मृज् मृज् धातुः. बहु पूर्वं बहुत्र वयं कृतवन्तः मृजे वृद्धिः एकमेव विशिष्टकार्यं तत्र प्रश्य वयं जानीमः एव तद् किञ्चित् गृहपाठरूपेण मृज् धातुः कृत्वा आगच्छन्तु. तत्र अग्रे सरामः अग्रिमसप्ताहे. धन्यवादः धन्यवादः.